नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. हल्सन्धिः द्वितीयः पाठः इति अस्ति. हलन्तेभ्यः धातुभ्यः सकारादिप्रत्यये परे कीदृशकार्यं भवति इति चर्चा जायमाना अस्ति. तत्र यकारान्तधातुः वकारान्तधातुः अनयोः विषये गतवर्गे अस्माभिः चर्चितमासीत्. तत्र यकारान्तधातुः वर्तते चेत् लोपो व्योर्वलि इति अनेन यकारवकारयोः लोपः भवति वलिपरे. सकारादिप्रत्ययः सकारः तु यकारादि तत्र सकारादिप्रत्ययः सकारः वलि वर्तते इति कृत्वा यकारस्य लोपः भवति. तत्तु यकारस्य लोपः लोपो व्योर्वलि इति बहुधा भवति, क्लेशः नास्ति. कुत्र वकारस्य लोपः भवति इत्यत्र एव, बहुत्र वकारस्य लोपः भवति इति नास्ति. केवलं धातुद्वयं वर्तते यत्र वकारस्य लोपः भवति लोपो व्योर्वलि इति सूत्रेण. तर्हि तत्तु अस्माभिः दृष्टमासीत्. तत्र मामव् इति एकः धातुः, अनन्तरम् अत्र स्रिव् इति अन्यः धातुः. स्रिव् धातस्य धातोः रूपाणि अपि अस्माभिः गतवर्गे साधितानि. तत्र प्रसङ्गवशात् ज्वरत्वरस्रिव्य विमवाम् उपदायश्च इति सूत्रस्य विषये विवरणं दत्तमस्ति. वस्तुतः अत्र वार्ता का इति चेत्, वकारान्तधातुः सकारादिप्रत्ययः वर्तते चेत् तत्र लोपो व्योर्वलि इत्यस्य कार्यं विरलतया भवति, धातुद्वयस्य कृते भवितुम् अर्हति. अपि च सकारः परः वर्तते चेत् लोपो व्योर्वलि इत्यस्य कार्यं भवति इति नास्ति. वस्तुतः वकारस्य लोपः भवति वकारादिप्रत्यये परे, तत्र एव मामव् योगः वकारः, तत्र लोपो व्योर्वलि इत्यस्य कार्यं भवति, न तु सकारादिप्रत्यये परे. अतः प्रसङ्गवशात् एतत् सर्वं विवरणं दत्तमस्ति, केवलं किञ्चित् अवगमनार्थं. तर्हि इदानीं ततः अग्रे लकारान्तधातुः वर्तते चेत् कीदृशकार्यम् इति इदानीं पश्यामः. सूर्यकुमारी भगिनी पठति वा? भगिनि पठतु. लकारः, लकारस्य विकारो नास्ति. आदेशस्य प्रत्यययोः इत्यनेन इन्कोः प्रत्यय अवयवस्य सकारस्य सत्वं भवति. उदाहरणमस्ति गल् योगः, यङ्लुगन्तधातुः अस्ति, जागल्, जागल् योगः सि, तत्र सकारः आदेशप्रत्ययोः इत्यनेन स्तुत्वं भवति, लागल् श्री भवति. तदेव दल् योगः दादल् ऐम् सारि दल् योगः दल् यङ्लुगन्तधातुः अस्ति, दादल्, दादल् योगः सि, तत्र अपि आदेशप्रत्ययोः प्रत्ययोः इत्यनेन स्तुत्वं भवति, दादल् श्री रूपं सिद्ध्यति. अग्रे अपि पठतु. रेफः, रेफस्य विकारो नास्ति. आदेशप्रत्यययोः इत्यनेन इन्कोः प्रत्यय अवयवस्य सकारस्य षत्वं, लकार इव रेफा अपि. जागृयोगः सि, तत्र जागर् भवति सन्धि गुणकारणेन जागर् भवति. जागर्योगः सि, रेफ अनन्तरं सि अस्ति, तत्रापि आदेशप्रत्यययोः इत्यनेन स्तुत्वं भवति, जागर्षि अन्तिमरूपम्. सम्यक् सम्यक्. तर्हि अत्र उभयत्र वयं द्रष्टुं शक्नुमः, एकत्र रेपः षत्वस्य निमित्तम्, अन्यत्र लकारः षत्वस्य निमित्तं. सामान्यतया विरलतया एव एतद् वयं पश्यामः, यत्र लकारः अथवा रेफः, रेपः तु प्रायः कुत्रचित् दृश्यते, परन्तु लकारः विरलतया वयं पश्यामः तत्र आदेशप्रत्ययोः इत्यस्य कार्यं. तत्र आदेशप्रत्ययोः इत्यत्र इण्कोः इति इण् इति तद् लण् पर्यन्तम् अस्ति इति स्मर्तव्यम्. अस्तु, तर्हि अग्रे गच्छामः. किं पद्मनाभन् महोदय पठति वा सकारः? अस्ति वा पद्मनाभन् महोदय? अस्तु, नो चेत् अत्र किम् अरुणभगिनी पठतु. भगिनि लकार भगिनि सकार सकार अब्दात् धातोर् अन्तिमो वर्णः सकारश्चेत् सार्वधातुकप्रत्यये परे केवलं वर्णमेलनम्, आर्धधातुकप्रत्यये परे धात्वाङ्गसकारस्य अङ्गसकारस्य तकार आदेशो भवति. सहसि अर्धधातुके इति सूत्रेण. ओके, अत्र दत्तं तकार अस्ति चेत् सार्वधातुकप्रत्यये परे धातुतः केवलं वर्णमेलनमेव, आर्धधातुकप्रत्यये परे सकार धातु अङ्गसकारस्य तकार आदेशः भवति. केन सूत्रमस्ति स्यार्धातुके धातुके इति सूत्रेण, तदेव तद् सकार धातु सकारान्तः चेत् तर्हि प्रत्ययः सार्वधातुको वा आर्धधातुको वा इति विचार्यताम्. अत्र उक्तमस्ति सार्वधातुक अस्ति चेत् सकारप्रत्ययः अस्ति चेत् केवलं वर्णमेलनमेव. उदाहरणं प्रत्ययः सार्वधातुकः चेत् केवलं वर्णमेलनम्. उदाहरणम् आस्योगः से आसे भवति. प्रत्यय आर्धधातुकः चेत् धातु अङ्गसकारस्य तकारादेशो भवति. योग उदाहरणमस्ति वस् योगस्यति, सः सार्ध धातुके इत्यनेन सकारादाजधातुप्रत्यये परे सकारस्थाने तकारादेशो भवति. वस् सकारस्थाने तकारादेशः भवति. वत् योगस्यति वत्स्यति भवति. अन्य उदाहरणं घस् योगः सति, अत्रापि सः सार्वधातुके सूत्रेण सकारस्थाने तकार आदेशः भवति. सार्वधातुके सूत्रेण घत् योगस्यति गच्छति भवति. सूत्रं वदति सः सार्वधातुके सकारस्य स्थाने तकार आदेशः भवति. सकारादि आर्धधातुकप्रत्यये परे सः षष्ट्यन्तं सि सप्तम्यन्तम् आर्धधातुके सप्तम्यन्तं तिप्पदमिदं सूत्रम्. अच उपसर्गार्थः इत्यस्मात् तः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तसहितसूत्रं सः अङ्गस्य इति सि सार्वधातुके. अत्र सूत्रं वदति सकार अनुवचसूत्रं वदति सः अङ्गस्य तः सि आर्धधातुके. ओके, अत्र सः अङ्गस्य तः अत्र तकार अस्ति अङ्गस् सकार अस्ति अत्र स्तः इति आदेशः भवति. सि इति भगिनि सि इति सप्तमीविभक्तिर् भगिनि सकार सि इति सप्तम्यन्तं सः इति षष्ट्यन्तं सः अङ्गस्य. ओके, निमित्तमस्ति अर्धधातुकप्रत्यये परे. सम्यक् वा भगिनि? किं पठनीयं भगिनि? आमाम्, अत्र किं वक्तव्यम् इति चेत् सः अङ्गस्य इत्यत्र कः अर्थः? सः अङ्गस्य इत्यस्य अर्थः कः? सः सकारस्थाने तकार आगच्छति इति भगिनि. न इत्युक्ते स्थाने अस्ति अङ्गस्य आमाम् तर्हि अनयोः कः भावः कीदृशसम्बन्धः सः अङ्गस्य तर्हि कथं वदामः सकारान्त अङ्गस्य इति वदामः खलु सकारान्त अङ्गस्य इत्युक्ते येन विधिः सदन्तस्य इत्यनेन तदन्तविधिः सकारान्त अङ्गस्य सकारस्य स्थाने तकारादेशः सी सार आर्धधातुके सी सार आर्धधातुके इत्यस्य कः अर्थः सकारादिकप्रत्ययः परे सकारादि अर्धधातुकप्रत्ययः सकारादिः इति कथं लभ्यते अत्र उदाहरणं दत्तं स्यति इति यत्र सकार आदिमवर्णः अस्ति प्रत्यये इत्युक्ते यस्मिन् विधि सदादौ अल्ग्रहणे इत्यनेन सकारादिः इति लभ्यते यस्मिन् विधि सदादौ अल्ग्रहणे इत्यनेन अवगतम् आम् अस्तु तर्हि अत्र सूत्रमस्ति सः स्यार्धधातुके इति अस्ति सः स्या स्या इति कथं लब्धं तत्र सी आर्धधातुके सः सी आर्धधातुके सी आर्धधातुके इत्यनयोः विशेषणविशेषभावः अस्ति तर्हि सः तः सः सकारस्य स्थाने तकारः तः इत्यत्र अकारः केवलम् उच्चारणार्थः तः सी आर्धधातुके इत्युक्ते सकारादि आर्धधातुके परे इत्यर्थः अस्ति तर्हि इदं कार्यं केवलम् आर्धधातुकप्रक्रियायामेव भवति सकारान्तमङ्गम् अस्ति चेत् तत्र तकारादेशः भवति आर्धधातुके सकारादि आर्धधातुके परे तर्हि एतादृशकार्यं तु सार्वधातुकप्रक्रियायां न भवति अतः एव अस्मिन् सूत्रे आर्धधातुके इति उक्तम् आर्धधातुके इति न वदामः चेत् तर्हि आस्योगः से इत्यत्र आत्से इति अनिष्टरूपपत्तिः भवति तदर्थम् अत्र आर्धधातुके इति उक्तम् अस्तु भगिनि धन्यवादः धन्यवादः तर्हि किञ्चित् अग्रे गच्छामः विजयलक्ष्मी भगिनी पठति वा आं भगिनि हकारः हकारान्तधातुः प्लस् सकारादिप्रत्ययः धातोर् अन्तिमो वर्णः हकारश्चेत् न धातुम् अतिरिच्य सर्वत्र हकारस्य ककारः होढः षडो कस्सि अथवा दादेर्धातोर्घः खरि च इति सूत्र चत्वारः चतुर्षु सूत्रा चत्वारि सूत्राणि सन्ति तत्र होढः षडोक्कसि इति काम्बिनेशन् अपि च दादेर्धातुर्घः खरि च इति काम्बिनेशन् अत्र हकार अन्ते भवति चेत् न धातुं विहाय अन्ये धातूनां विषये अत्र उक्तमस्ति यत्र हकारः धातोः अन्ते भवति तत्र हकारस्य अन्ततो गत्वा ककारादेशः भवति होढः षडोक्कसि इति सूत्रद्वयेन भवति उत दादेर्धातोर्घः हरि च इति सूत्रद्वयेन भवति सामान्यनियमः सकारादिप्रत्यये परे धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति होढः इत्यनेन सूत्रेण तदा ढकारस्य स्थाने ककारादेशो भवति षडोक्कसि इत्यनेन सूत्रेण अन्ते प्रत्ययावयवस्य सकारस्य स्थाने षकारादेशो भवति आदेशप्रत्ययोः इत्यनेन सूत्रेण सामान्यनियमः त्रयः नियमाः सन्ति सकारादिप्रत्ययः परे भवति चेत् धात्वन्तस्य हकारस्य स्थाने होढः इति सूत्रेण ढकारादेशः भवति अनन्तरं ढकारस्य स्थाने षडोक्कसि इति सूत्रेण ककारादेशः भवति. अपि च अन्ते प्रत्य न श्रूयते भगिनि, किं वदति? हरि ओम्, अन्ये श्रोतुं शक्नुवन्ति वा? ओके ओके, तर्हि भगिन्याः भगिनी अस्ति वा? विजयलक्ष्मी भगिनी न श्रूयते भगिनि, पुनः आगच्छतु. अस्तु, तर्हि तावत्पर्यन्तं किं सरस्वती भगिनी पठतु अकारान्तधातुः इति. अकारान्तधातु, तर्हि प्रथमतया तु सकारादिप्रत्ययः अस्ति, अथवा अतः धात्वन्तस्य हकारस्य स्थाने ढकार आदेशः भवति होडः इत्यनेन सूत्रेण. तदनन्तरं वः योगसति करोमि किं वः वः धातु अस्ति, तदनन्तरं स्यति इत्युक्ते लुट् प्रकारस्य स्य भवति, तथा प्रथमपुरुष एकवचनस्य ति अस्ति. तर्हि वः योगस्यति होडः इत्यनेन प्रथमपुरुष हकारस्य स्थाने ढकारः भवति, अतः वड् वड् योगसति भवति वड्. तदनन्तरं षडोकस्ति इत्यनेन ढकारस्य स्थाने ककारः आगच्छति, अतः वक् योगस्यति भवति. इदानीम् इन्कोः अस्ति सकारस्य, अतः आदेशप्रत्ययोः इत्यनेन वक् योगक्ष्यति भवति, कषसंयोगेन क्ष भवति, वक्ष्यति एवं रूपं निर्मीयते. होढः पठानि किं भगिनि? आमां पठतु पठतु पठतु विजयलक्ष्मी भगिनी, अनन्तरं पठतु भगिनि विजयलक्ष्मी भगिनी. अस्तु तर्हि अहम् इदानीं श्रूयते वा भगिनि? इदानीं श्रूयते श्रूयते. अस्तु, होढः हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च. फः षष्ट्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्. झलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः. स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः. पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति हः ढः झलि पदस्य अन्ते च. परिचितं सूत्रमस्ति होढः, तर्हि तत्र कार्यं किं भवति इत्युक्ते हकारस्य स्थाने ढकारादेशः भवति. निमित्तानि कानि? यदि झल् परे अस्ति अथवा पदान्ते अस्ति हकार, तदा होढः सूत्रं कार्यं करोति. अनुवृत्तिसहितसूत्रमस्ति हः ढः झलि पदस्य अन्ते च. षडौ कस्ति, एतदपि परिचितं सूत्रमेव. पठनि किं भगिनि? आं पठतु भगिनि. अष्टमाध्याये द्वितीयपादे एकचत्वारिंशत्तमं सूत्रं. षकारस्य ढकारस्य च ककारादेशो भवति सकारे परे. अष्टनाष्टुः इत्यस्य अपवादः षश्च ढश्च तयोः इतरेतरद्वन्द्व षडौ. तयोः षडोः, षडोः षष्ट्यन्तं, कः प्रथमान्तं, सी सप्तम्यन्तं, त्रिपदमिदं सूत्रं. सूत्रं स्वयं सम्पूर्णं. षडोः कस्ति, षडौ कस्ति? तर्हि ष तथा षकार अथवा ढकार अस्ति अन्ते. तस्मात् अनन्तरं यदि सकार अस्ति तर्हि षकार ढकार स्थाने ककारादेशः भवति. ष्टुनाष्टुः अस्य सूत्रस्य षडोकस्ति सूत्रम् अपवादसूत्रं भवति. अत्र अनुवृत्ति किमपि नास्ति, षडोकस्ति एव सम्पूर्णं सूत्रं, स्वयं सम्पूर्णम्. अग्रेपि पठामि किं भगिनि? न न, बहु सम्यक् भगिनि, धन्यवादः, सम्यक् अस्ति. श्रूयते वा? श्रूयते श्रूयते, इदानीं श्रूयते. हा तर्हि अत्र किमस्ति इति चेत् हकारान्तधातुः चेत् सामान्यनियमः अस्ति होडः हकारस्य ढकारः भवति जलि पदान्ते होडः इति कार्यं करोति इदानीम् अस्माकं पुरतः सकारादिप्रत्ययः अतः षडोः कसि इत्यनेन हकारस्य स्थाने यः ढकारः ढकारस्य स्थाने इदानीं ककारादेशः भवति इति तत्र होडः षडोः कसि इति सूत्रद्वयं तर्हि इदानीम् अग्रे विजयलक्ष्मी भगिनी अग्रे पठतु बकारादीनां गकारादीनां बकारादीनां गकारादीनां च धातूनां भष् भावः भवति तत्रापि हकारस्य ककारः होढः अपि च षडोक्तस्ति इति सूत्राभ्यां यथा बर्ह ब्रह्म गृह गाः गुह इति धातवः बकारादि अपि च गकारादि धातूनां विषये अत्र अग्रिमः बिन्दु वदति तत्र धातोः अन्ते हकारः भवति चेत् होढः इति अपि च षडोक्कस्सि इति सूत्राभ्यां हकारस्य किं भवति भष्भावः भवति केषां धातूनाम् इति अत्र दत्तमस्ति बर्ह ब्रह्म गृह गाः गुह इति पञ्चधातु किम् इति वक्तव्यं भगिनि पञ्चधातूनां विषये सकारादिप्रत्यये परे बकारादि गकारादि हकारान्तानां धातूनां हकारस्य स्थाने ढकारादेशो भवति होढः इति सूत्रेण अधुना एकाच् भषादि झषन्तधात्वंशः जातः अतः एकाचो भषो भष् झषन्तस्य स्थोः इत्यनेन आदौ तृतीयसदस्यस्य स्थाने चतुर्थसदस्यादेशो भवति तदा षडोकस्सि इत्यनेन ढ स्थाने ककारादेशः कवर्गीयवर्णः पूर्वम् अस्ति अतः आदेशप्रत्ययोः इत्यनेन स स्थाने षत्वम् अत्र बकारादि अपि च हकारान्तधातु अपि च गकारादि हकारान्तधातु भवति चेत् किं कथं प्रक्रिया भवति इति अत्र दत्तमस्ति सकारादिप्रत्यये परे स्थोः इति सूत्रे अस्ति अतः सकारादिप्रत्यये परे बकारादि उत गकारादि अपि च अन्ते हकारः धातोः अन्ते हकारः भवति चेत् हकारस्य ढकारादेशो भवति होढः इति सूत्रेण अपि च एकाच् भषादि झषन्तधातुवंशः इदानीं होढः इति भवति खलु तत् कारणेन तत्र झषन्तधात्वंशः भवति अतः एकाचो भषो भष् झषन्तस्य स्थोः इति सूत्रेण तृतीयसदस्य इत्युक्ते गकारः अपि च बकारः तेषां स्थाने चतुर्थसदस्य आदेशः भवति अपि च षडोक्कस्सि इत्यनेन ढकारस्य स्थाने ककारादेशः भवति अन्ततो गत्वा आदेशप्रत्ययोः इत्यनेन ककवर्गीयस्य ककवर्णः अन्ते अस्ति स प्रत्यय आदौ अस्ति तस्य सकारस्य षत्वं भवति अग्रे पठामि वा भगिनि उदाहरणं पठतु यथा बरी ब्रह्म योगः सि अत्र होढः इति बरी बृण्ड् योगः सि इति भवति हकारस्य स्थाने ढकारादेशः इदानीं एकाचो बशो भष् झषन्तस्य स्धोः इति सूत्रेण बरि बकारः अस्ति खलु, ब रेफः ढकारः तत्र एकाच् अस्ति, तत्र बकारस्य स्थाने चतुर्थवर्णः भकारः आयाति, बरि भृण्ड् स्ति, इदानीं ढकारस्य षडोकस्ति, सि इति सकारादिप्रत्ययः अस्ति अतः ढकारस्य स्थाने ककारादेशः भवति, बरि भृङ्क् योगः सि, इदानीम् आदेशप्रत्ययोः निमित्तानि पूरितानि अतः बरि भृङ्क् योगः सि मूर्धन्यषकारः भवति, बरि भृङ्क्षि अनुस्वारस्य यै परसवर्णः इति बरि भृङ्क्षि इति विकल्पेन विकल्पः खलु भगिनी अनुस्वारस्य यै परसवर्णः अनुस्वारस्य यै परसवर्णः विकल्पः नास्ति नित्यरूपेण वा पदान्तस्य इत्यत्र एव विकल्पः तत्र एव विकल्पः अस्तु बरि भृङ्क्षि इति परिवृक्षि इति सम्यक् अस्ति अत्र अत्रापि धातुः अनेकाच् अस्ति अनेकाच् धातोः कश्चन भागः एकाच् भागः यत्र जषन्तः अस्ति एकाच् अपि अस्ति तत्र भषादिः भष् भषः भष् भावः भवति खलु अत्र सकारे परे द्वशब्दे परे पदान्ते अत्र तु सकारे परे इति अस्ति अस्तु किं महोदय प्रश्नः अस्ति वा वा वृङ्क्षि बर्रि बरि रेपः कथं कुत्र आगच्छति मम करपत्रे वा वृङ्क्षि इति अस्ति बरि बरि बरि बरि बरि अस्तु अस्तु यतोहि ऋकारान्तधातुः अस्ति चेत् यङ्लुगन्तधातौ एतादृशरूपं भवति बरि इति तत्र ऋक्रिकौ ऋक्कागमः रीकागमः इति आगमः भवन्ति तत्र अतः परन्तु मम करपत्रे अत्र लिखितमस्ति बाबृङ् योगरसि घोडः इत्यस्मिन् मुद्रणदोषः प्रायः आसीत् तस्य परिष्कारः जातः भवान् कदा मुद्रणं कृतं बहुकालात् पूर्वं खलु इति कृत्वा अस्तु भवानेव अग्रे पठतु हा महोदय एवमेव गर्ह् योगः स्यते होडः इति सूत्रेण हकारस्य स्थाने डकारः गर्ड् योगः स्यते अत्र एकाचो बसो बस् जसन्तस्य द्वोः इत्यनेन अत्र डकारस्य स्थाने गर्ड् गर्ड् गर् गकारः अस्ति डकारः अस्ति बस् भावः अस्ति अतः अत्र तृतीयगकारस्य स्थाने चतुर्थगकारः आगच्छति गर्ड् योगः स्यते अत्र षडोः ककाशि इति सूत्रेण डकारस्य स्थाने ककारादेशः भवति अत्र गर्क् योगः शते आदेशप्रत्ययोः इति सूत्रेण शते इत्यस्य इत्यत्र यः सकारः अस्ति तस्य स्थाने गकारः शक मूर्धने शकारः आगच्छति गर्क् योगः शते गर्क् शते इति भवति एवमेव गाह् योगः स्यते अत्रापि गाह् अत्र होडः इति सूत्रेण हकारस्य स्थाने डकारः आदेशः भवति गाड् योगः स्यते अत्र गाड् बस् भावः अस्ति डकारः जसन्त धातुः अस्ति प्रथमगकारः बस् भावः अस्ति अतः अत्र गकारस्य स्थाने चतुर्थगकारः आगच्छति गाड् योगः स्यते अत्र षडोः ककारस्य सि इति सूत्रेण अत्र डकारस्य स्थाने ककारः भवति गाक् योगः क्षते अत्र आदेशप्रत्ययोः इति सूत्रेण सकारस्य स्थाने मूर्धन्यषकारः आगच्छति अतः गाक् योगः क्षते गाक् क्षते इति भवति एवमेव गोः योगः क्षते अत्रापि ककारस्य स्थाने हकारात् परं सकारः अस्ति होडः इति सूत्रस्य प्रसक्तिः अस्ति अत्र हकारस्य स्थाने डकारः आगच्छति होड् योगः स्यते अत्र षडोः कहसि इति सूत्रेण अत्र डकारस्य स्थाने सारि होड् गोड् योगः स्यते अत्र डकारः अस्ति आदिमवर्णः गकारः अस्ति बस् भावः अस्ति बस् बस् बस् आदिमवर्णः बस् बस् बस् प्रत्यकारे अस्ति अन्तिमडकारः जसन्तदातुः अस्ति, अतः अत्र गकारस्य स्थाने चतुर्थगकारः आगच्छति, गोड् योगः शते। अत्र इदानीं षडोः कगसि इति सूत्रस्य सूत्रेण डकारस्य स्थाने गकारः आगच्छति, घोक् योगः शते। अत्र आदेशप्रत्ययोः इति सूत्रेण सकारस्य स्थाने मूर्धन्य षकारः आगच्छति, गोक् योगः शते, गोक् शते इति भवति। सम्यक् सम्यक्, घोकः सम्यक् अस्ति महोदय, सम्यक् अस्ति। तर्हि सम्यक् अस्ति, तर्हि अग्रे यद् सूत्रद्वयम् अस्ति, होडः इति तु पूर्वमपि पठितम् इति भाति, तर्हि एकाचो बसोबस् जसन्तस्य स्तु तस्य विवरणं पठतु, पठित्वा वदतु। अस्तु, होडः इति सूत्रं पठामि वा? होडः, अस्तु पठतु प्रथमवाक्यम् अनुवृत्तिसहितसूत्रम्। ओके, होडः ककारस्य स्थाने डकारादेशो भवति जली पदान्ते च, अनुवृत्तिसहितसूत्रं हः डः जली पदस्य अन्ते च, यत्र हकारः अस्ति चेत् तस्य स्थाने डकारः आगच्छति। कदा आगच्छति? यदि जलि प्रत्यये परे अथवा पदस्य अन्ते अस्ति चेत् तदानीम् इत्यस्य सूत्रस्य प्रसक्तिः अस्ति। अत्र एकाचो बसो बस् जसन्तस्य द्वोः धातोरवयवौ यो जसन्त एकाच् तस्य बसः बसादेशो भवति सकारे परे द्वे द्वयसप्ते परे पदान्ते च, अनुवृत्तिसहितसूत्रम् एकाचः जसन्तस्य इत्यनयोरेव विशेषणविशेष्यभावः धातोः तादृशांशः इति तात्पर्यम्। अनेन धातोः एकाच् वा तदधिका वा अर्हाः। अनुवृत्तिसहितसूत्रं धातोः एकाचः जसन्तस्य बसः बस् द्वोः पदस्य अन्ते च, यदि धातोः अन्ते एकाच् अस्ति चेत् अथवा अनेकाच् अस्ति चेत् अत्र बसन्त जसन्त भावः अस्ति चेत् अवयवधातोः अवयवे धातोः यः अवयवः अस्ति तस्य बस्सौ बस् भावः अस्ति चेत् तदानीमेव इत्यस्य सूत्रस्य प्रसक्तिः अस्ति। पदस्य अन्ते अथवा सकारादिप्रत्यये परे, अतः द्वे परे एतस्य सूत्रस्य प्रसक्तिः अस्ति। अनुवृत्तिसहितसूत्रमस्ति एकाचः जसन्तस्य, अनुवृत्तिसहितसूत्रम् अत्र लिखितमस्ति एकाचः जसन्तस्य इत्यनयोरेव विशेषभावः अस्ति। अत्र अयं चिन्तयामि जसन्तस्य इति जसन्तस्य इति विशेष्यमस्ति, एकाचः इति विशेषणमस्ति वा महोदय? इत्युक्ते धातोः एकाचः जसन्तस्य इत्युक्ते धातुः एव विशेष्यम्, एकाच इत्यपि विशेषणं, जसन्तः इत्यपि विशेषणम्। अस्तु अस्तु महोदय, धातुः विशेष्यम्, एकाचः जसन्तस्य विशेषणम् अस्ति। अत्र धातोः धातोः अन्ते एकाच् बि एकाचोपि वर्तुं अन्ते इति न, अन्ते इति न, धातोः कश्चन अवयवः यः एकाच्, धातोः अहम् एतत् चिन्तयामि धातोः एकाच् अपि भवितुम् अर् शक्यते, अनन्त अधिकम् अधिक अधिक अच् अपि अच्वर्ण अपि भवितुं शक्यते। इदानीं कदा भवति तदा एका धातोः अन्ते एकस्य अंशः बसो बस् भावः अस्ति चेत् तस्य इत्यस्य सूत्रस्य प्रसक्तिः अस्ति महोदय। अत्र एकक्षणम् एकक्षणम्, अत्र धातोः क्षम्यतां, मया तत्र दोषेण उक्तं, धातोः इति विशेषणं विशेष्यं नास्ति अत्र, वस्तुतः धातोः एकाचः अंशः अथवा भागः, अत्र भागः इति एव अवयवः इति विशेष्यम् अस्ति, धातोः एकाचः अवयवः यः जसन्तः, अतः अवयवः इति अध्याहार्यः अत्र, अथवा भागः इति अध्याहार्यः, तत्र धातोः एकाचः इति तत्र अवयव अवयवी भावः, धातुः अवयवी। तर्हि एकाच् कः इति चेत् एकः अच् यस्मिन्, सः कः? सः अवयवः, जसन्तः जश् अन्तः यस्य, सः अवयवः। इदानीं तदानीमेव वयं वक्तुं शक्नुमः अनेकात् धातुः भवितुम् अर्हति अथवा एकात् धातुः भवितुम् अर्हति इति. कदा वक्तुं शक्नुमः? यदा धातोः इति तत्र अवयवी अस्ति, तस्य कश्चन अवयवः अस्ति. अवगतं वा? अवगति, अवगतम्. इदानीं विशेषणविशेष्यं तत्र विशेष्यं अवयवः धातुः नास्ति. इदानीं पश्यतु, यथा यदा अहं वदामि मम हस्तः इति अहं वदामि चेत्, तर्हि मम इत्युक्ते मम शरीरम् इति चिन्तयतु. शरीरम् अवयवी, हस्तः कश्चन भागः अवयवः. एवं कश्चन धातुः अस्ति, तस्य एकाच् अवयवः, एकाच् अवयवः. तर्हि धातोः अपि च अवयवः, अनयोः अवयव अवयवीभावः, यथा मम शरीरम् अपि च हस्तः अनयोः अवयव अवयवीभावः, तथैव तत्र. अस्तु, अस्तु. तत्र धातोः इति पञ्चमी भगिनी? धातोः इति पञ्चमी नास्ति, षष्टि. ओ, षष्टि पञ्चमी नास्ति, सम्बन्धः. धातोः एका धातोः अवयवः अत्र धातोः सम्बन्धः, सम्बन्ध सम्बन्धषष्टि. सत्यं, सम्बन्धषष्टि. धातोः अवयवः इति सम्बन्धषष्टि. बुद्धं खलु? शुद्ध, इदानीम् अवगतं महोदय. हा, सम्यक्, सम्यक्. अस्तु, तर्हि इदं सूत्रं तत्र मुख्यसूत्रं वर्तते, बहुत्र अस्य कार्यं भवति. अस्तु, तर्हि ततः अग्रे वयं गच्छामः. दकारादिहकारान्तधातुः इति तत्र किं वंशीभगिनी पठतु. नमस्कारः भगिनि. दकारादिहकारान्तेषु हकारस्य ककारः अस्ति एव, किन्तु मार्गः दादेर्धातोर्गः खरीचासूत्रेण, यथा दुः दिः दुः दृः. अत्र भष् भावः अपि भवति. अस्तु, अत्र विषयः अस्ति दकारादिधातु यस् दकारादिधातु भवेत् अपि च हकारान्त धातुः भवेत्. हकारस्य स्थाने ककारः, हकारस्य ककारः अस्ति एव. तत् किमर्थं तत्र हकारस्य ककारः अस्ति एव? दकारादि हकारान्तः हकारान्तेषु हकारस्य ककारः अस्ति. ककारः यथा पूर्वम् उक्तं, होडः इत्यनेन होडः, तदनन्तरं षडोः कः इत्यनेन ककारः भवति. अत्रापि ककारः भवति, अत्रापि ककारः भवति, परन्तु अत्र मध्ये होडः नास्ति. होडः इति प्रबाद्य दादेर् धातोर्गः, धातोर्गः अस्ति एव इति उक्तत्वात् कुत्र अस्ति इति हकारः भविष्यति इति वदति चेत् प्रायः अस्तु. अस्तु, मार्गः किम् अस्ति इत्युक्ते सकारादिकृत्य परे दकारादि, न अत्र हकारः भविष्यति इति न, हकारस्य स्थाने ककारः अस्ति एव इति अर्थः. हकारस्य स्थाने, हकारस्य इति अत्र या षष्टि, या षष्टि स्थानी षष्टि, हकारस्य स्थाने ककारः अस्ति एव. एवं वा? अस्तु, अस्तु, मम अवगमने क्लेशः अस्ति. अस्तु भगिनि, प्रायः पूर्वं यत् दर्शितं किल, तदेव होडः, तस्मात् षडोकस्य इति ककारः भवति इति एव उच्यते तत्र. अस्तु, परन्तु यदि दकारादिधातुः अस्ति तत्र मार्गः भिन्नः अस्ति इति तत्र उच्यते. दादेर्धातोर्गः अपि च द्वयमपि तत्र प्रवर्तते इति उक्तं. तत्र कथं प्रवर्तते इत्युक्ते सकारादिप्रत्ययपरे दकारादिधातोः हकारस्य स्थाने गकारादेशः भवति दादेर्धातोर्गः इत्यनेन सूत्रेण. तत्र सकारादिप्रत्ययपरे यदि दकारादिधातुः अस्ति हकारस्य स्थाने ककारः आदेशः भवति दादेर्धातोर्गः इति पूर्वं दृष्टमेव सूत्रम्. तस्मात् तदा आदौ स्थितस्य दकारस्य धकारादेशः भवति एकाचो भष्भष् जषन्तस्य स्तोः इत्यनेन. तत्तु भष्भावः भवति, यतोहि तत्र जषन्तः अस्ति. ककारः यदा हकारस्य स्थाने यदि ककारः भवति, अधुना तु जषन्तः जातः धातु, अपि च तत्र किम् एकाच् अस्ति इति कारणात् तत्र भष्भावः भवति. अतः तत्र दकारस्य स्थाने धकारः आदेशः भवति, चतुर्थवर्णः आदेशः भवति इति उक्तम्. खर्परे अस्ति अतः खरी च इत्यनेन घकारस्य स्थाने ककारादेशः भवति. अस्तु, यदा सकारादिपरे अस्ति सकारः तु खर्वर्णः अस्ति इति कारणात् यदा तत्र घकारः आदेशः जातः दादेर्धातुर्घः इत्यनेन तस्य स्थाने तस्य वर्गस्य प्रथमवर्णः आदेशः भवति, खरी च चदादेशः भवति, ककारादेशः भवति इति उक्तम्. कवर्गीयवर्णः पूर्वम् अस्ति अतः आदेशप्रत्ययोः इत्यनेन सकारस्य स्थाने षत्वं भवति. अस्तु, अधुना तु यत् ककारस्य स्थाने ककारः आदेशः जातः तस्मात् परं सकारः अस्ति अतः तत्र इन्कोः निमित्तं जातम् अतः आदेशप्रत्ययोः इत्यनेन सकारस्य स्थाने षत्वं भवति. अस्तु, उदाहरणे पश्यामः तत्र यथा दुह्योगः स्यते पुगन्तलघुपदस्य च इति सूत्रेण दोः भवति गुणः भवति अतः तत्र दोः इति भवति दोह्योगः स्यते. अधुना कस्य तत्र होडः इति सामान्य उत्सर्गसूत्रमस्ति तं प्रभाद्य दादेर्धातोर्गः इति सूत्रं प्रवर्तते अतः दकाराधिधातोः हकारः आदेशः भवति इति उक्तम् अतः तत्र हकारस्य स्थाने खकारः आदेशः भवति दोघ् योगस्यते इति भवति. अधुना तु एकाच् अस्ति धातु अपि च झषन्तः अपि अस्ति इति कारणात् भष्भावस्य अर्हता भवति यतोहि स्वो स्वोः इति उक्तं सकारादिध्वप्रत्ययपरे इति उक्तम् अतः स्यते इति सकारादिप्रत्ययः अस्ति इति कारणात् दकारस्य स्थाने चतुर्थः वर्णः आदेशः भवति धोग् इति भवति धोग् योगः स्यते. अधुना तु खरीच तु अन्तिमं सूत्रमस्ति इति कारणात् तत्र हा अधुना तु घकारः अपि कवर्गीयवर्णः अस्ति इन्कोः इति उक्तत्वात् कवर्गीयवर्णः अस्ति इति कारणात् षत्वं भवति आदेशप्रत्ययोः इत्यनेन यतोहि पूर्वसूत्रमस्ति खरीच इत्यस्मिन् त्रिपाद्याम् अस्ति तस्मात् पूर्वम् आदेशप्रत्ययोः अस्ति तेन भोग्योगः श्यते इति भवति. अधुना तु खरीच इत्यनेन सकारः अपि कर्वर्णः अस्ति इति कारणात् धोक्योगः श्यते इति भवति धोक्ष्यते इति अन्तिमरूपं भवति. सूत्रमपि पठामि वा नो चेत् अन्य कोऽपि पठन्ति वा? अन्य अन्य धन्यवादः भगिनि. अस्तु अस्तु भगिनि भगिनि अत्र दह दिह दुह दृह इति न भवति खलु? दृह इत्यस्य भिन्नसूत्रमस्ति सत्यं तत्र तस्य तस्य विवरणम् अग्रे दीयते दृह् इत्यस्य अग्रे दीयते दृह् इत्यस्य अग्रे दीयते तत्र दृगुमुह इति सूत्रमपि दत्तं तत्र तत्र दादेर्धातोर्गः इत्यनेन एकस्मिन् पक्षे न अत्र एकस्मिन् न दृहमुह स्नुः स्निहाम् इत्यनेन एकस्मिन् पक्षे गकार अन्यस्मिन् पक्षे होडः इत्यनेन ढकारः तदग्रे पश्यामः. तर्हि इदानीं दादेर्धातोर्गः इति सूत्रं तत्र मीनाभगिनी पठतु. दादेर्धातोर्गः अस्ति दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च दः आदौ यस्य सः दादिः तस्य दादेः बहुव्रीहि दादेः षष्ट्यन्तं धातोः षष्ट्यन्तं गः प्रथमान्तं त्रिपदमिदं सूत्रं होडः इत्यस्मात् हः इत्यस्य अनुवृत्तिः जलौ झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं दादेः धातोः हः गः झलि पदस्य अन्ते च यदि दकारादि धातु अस्ति तत्र होडः इत्यस्य अपवादः किल हो अपवादसूत्रम् इति चिन्तयामि तत्र दकारादि धातोः अपि च हकार धातोः हकारस्य स्थाने घकारादेशो भवति जलिपदान्ते च यदि जलिपरे पदान्ते च दः आदौ अस्ति दकारादौ तस्य आदौ यस्य सः दादिः आदौ दकार अस्ति, दादिः तस्य दादेः षष्ट्यन्तं भवति, धातोः तादृशधातोः गः प्रथमा भवति, दादेर्धातोः गः भवति. होडः इत्यस्य अह इत्यस्य अनुवृत्तिः, जलां जलि इत्यस्य अनुवृत्तिः, अपि च पदस्य अधिकारः अनुवृत्तिसहितसूत्रं दकारादेः धातोः हकारस्य स्थाने गकारः भवति. तथा पूर्वसूत्रमस्ति दहो डः इति भवेत्, परन्तु इदानीं दकारादिधातु अस्ति, यदि दकारादिधातु अस्ति चेत् हकारस्य स्थाने घकारः जलिपदा पदस्य अन्ते च इति सूत्रं वदति. अग्रे गच्छामि वा? एवमेव गच्छतु गच्छतु. दुः योगः स्यति इति अस्ति, दुः तत्र लघुपदस्य स्थाने सार्वधातुकार्थकयोः इति सूत्रेण गुणः भवति, दुः योगः स्यति. इदानीं दादेर्धातोः गः भवति, होडः स्थाने तत्र अपवादः, हकारस्य स्थाने गकारः भवति. सो दुघ् योगः स्यति. इदानीं बशो बश् इति सूत्रम् आगच्छति, तत्र अत्र जष् वर्णः अस्ति अन्ते घकारः, बष् वर्णः दकारः अस्ति, तस्मात् एकाच् अस्ति ओकारः, एक अच्वर्णः अस्ति, तत्र दकारस्य बष् बष् वर्णः आगच्छति. सो दकारस्य धकारः भवति. सो धोघ् इति तिष्ठति इदानीं, तत् धोघ् योगः स्यति आदेशप्रत्ययोः इति सूत्रेण दोघ्ष्यति. अनन्तरं करीच किल, करीच इति सूत्रेण दुख् दुख् ष्यति दुक्ष्यति. दिह् योगः तादृशं दिह् योगः स्यति लघुपदस्य पुगन्तलघुपदस्य देह् योगः स्यति दादेर्धातोगः इति सूत्रेण हकारस्य घकारः भवेत् तत्र सोपानं नास्ति तत्र किल, सोपानं नास्ति तत्र, सर्वं न दत्तं तत्र. यथा भवती वदति हकारस्य घकारः प्रथमतया भवति, तदानीं जसन्तः भवति. करीच आदेशप्रत्ययः करीच देक्ष्यति इति भवति, तस्मात् पूर्वं तत्र एकाचु बशोभ्यषन्तस्य एकाचु बशोभि ओके दिह्योगः स्यति पुगन्त गुणं भवति, देह्योगः स्यति. तदनन्तरं हकारस्य दादेर्धातो गः इति सूत्रेण देघ् योगः स्यति, बशो बश् इति भवति, देग् बश् वर्णः, घकारः जष् वर्णः अस्ति, एकारः अस्ति एक अच् वर्णः. सो देग् देग् भवति. तदनन्तरं बशो बश् इदानीम् आगच्छति. तदनन्तरं आदेशप्रत्ययः इति शति भवति, देन् करीच इति सूत्रेण देक् शति देक्ष्यति. दृह् सम्यक् समीचीनं भगिनी, धन्यवादः, सम्यक् अस्ति समीचीनम्. इदानीं दृह् योगः स्यति इति तत्र किम् अनिमा भगिनी वदति वा? आं भगिनि, दृहयोगः स्यति तत्र पुगन्तलघुपदस्य इत्यनेन द्रोहयोगः स्यति इति भवति. तत्र होडः प्राप्ते दादेर् धातोर्गः इति प्राप्ते वा द्रुहमुह श्नुह श्निहाम् इति सूत्रस्य प्राप्तिः भवति. तत्र हकारस्य घकारः प्राप्यते, तर्हि द्रोघ योगः स्यति इति भवति. एकाचो वशो भष् इत्यनेन ध्रोघ योगः स्यति इति भवति. आदेशप्रत्ययोः इत्यनेन ध्रोघ योगः ष्यति इति भवति. खरीच इत्यनेन ध्रोक् योगः ष्यति, ध्रोक्ष्यति इति भवति. ध्रोक्ष्यति एकमेव रूपं वा? हा नो, विकल्पेन वा इति अस्ति किल, वा द्रुहमुह श्नुः श्निहामि. अतः ढकारः अपि भवितुमर्हति. द्रोढ योगः स्यति इत्यपि भवितुमर्हति. एकाचो भषो भष् तदनन्तरं द्रोढ योगः स्यति, तदनन्तरम् आदेशप्रत्ययोः द्रोढ योगः ष्यति. न न, ढकारः अस्ति चेत् कथम् आदेशप्रत्ययोः? सोरि, एकं निमिषम् रोढ योगः स्यति. अस्तु, षडोकसि इति भवति, तर्हि द्रोक् स्यति इति भवति. इदानीम् आदेशप्रत्ययोः इत्यस्य प्रवृत्तिः भवति द्रोक्ष्यति इति भवति. इति उभयत्र समानरूपं खलु? आम् आम् आम्. विकल्पेन अपि समानरूपमेव लभ्यते. आम् आम्, ध्रोक्ष्यति इति समानं रूपम्. अस्तु, एतादृशं विरलतया एव भवति, रूपद्वयमपि समानम् इति. अस्तु, अग्रे अहमेव वदामि वा? आम्. अस्तु, दहयोगः स्यति, तत्र दादेर्धातोर्घः इति भवति. तत्र दघ् योगः स्यति इति भवति प्रथमं, तदनन्तरं भष्भावः भवति, धक् योगः स्यति इति भवति. घकारः अस्ति अतः आदेशप्रत्ययोः इत्यनेन धक् ष्यति इति भवति. खरीच इत्यनेन धक्ष्यति इति भवति. समीचीनं समीचीनं. वादृहमुहश्नुहस्निहामिति सूत्रं प्रथमवाक्यद्वयम्, अनन्तरम् अनुवृत्तिसहितसूत्रम्. वा द्रुहमुह श्नुह श्निहां, द्रुह मुह श्नुह श्निह एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशो भवति झलि पदान्ते च. घ अभावे होढः इत्यनेन ढकारादेशो भवति. अनुवृत्तिसहितसूत्रं द्रुहमुह श्नुह श्निहां वा हः घः झलि पदस्य अन्ते च इति. अस्तु तर्हि, हा समीचीनं, धन्यवादः. केवलं ते एतेषां चतुर्णां धातूनां भवति. ओके, तर्हि इदानीम् अग्रे गच्छामः. नः धातुः अस्ति, नः धातोः विषये तत्र किमस्ति? सुजाता भगिनी पठितुमिच्छति वा? आं भगिनि, नमस्कारः. नमस्कारः. नः धातुः अत्र एकैव धातुः, अत्र आकारस्य गतिः भिन्नः. अत्र आकारस्य न श्रूयते भगिनि, न श्रूयते. अहं भगिनि, क्षम्यतां भगिनि. नः धातु अत्र एकैव धातुः, अत्र आकारस्य गतिः भिन्नः. भिन्ना भगिनी गतवती. ओके, तर्हि किम् उषा भगिनी पठतु. नमस्कारः. लख् लख् धातुः भगिनि. आमां पठतु. श्रूयते खलु? आमां श्रूयते, पठतु. अस्तु. सकारादिप्रत्यये परे अपवादभूतस्य नह् धातोः हकारस्य स्थाने धकारादेशः भवति नहोदः इत्यनेन सूत्रेण. तदा करीच इत्यनेन चत्वं कृत्वा धस्थाने लकारादेशः भवति धस्थाने. सकारस्य कोऽपि विकारः न भवति. सकारादिप्रत्ययः परः अस्ति. नस् धातोः अपवादभूतस्य इति दत्तं, यतोहि वयं जानीमः होडः इत्यस्य कृते सर्वे हकारान्तधातुः अस्ति, परन्तु नह् धातुः भिन्नम् इति तत्र दत्तम्. इत्यनेन अपवादभूतस्य नह् धातोः हकारस्य स्थाने धकार आदेशः भवति नहोदः इति सूत्रम् इति सूत्रम् इत्यनेन. तदा दः अनन्तरं हकारस्य स्थाने दकारः आयाति, अनन्तरं खरीच इत्यनेन सकारः खर्वर्ण अस्ति इत्यनेन चत्वं भवति. चत्वेन धकारस्य स्थाने तकारः आयाति. सकारस्य विकारः नास्ति. नः योगः स्यति. नहो दः इति सूत्रेण हकारस्य स्थाने धकार आयाति. नद् योगः स्यति. खरिच इत्यनेन नत् धकारस्य स्थाने चत्वं भवति. नत् योगः स्यति. नत् स्यति इति अस्ति. अग्रे सूत्रम् अपि अस्ति. परिचय वयं परिचयसूत्रमेव अग्रे पठामि वा भगिनि? प्रथमवाक्यं परिचितसूत्रम् एव. परिचितसूत्रम् भगिनि, परिचितसूत्रमेव. धन्यवादः. नहोदः. नह् धातोः हकारस्य धकार आदेशः भवति झलि पदान्ते. नः षष्ट्यन्तं, धः प्रथमान्तं, द्विपदमितं सूत्रं. होडः इत्यस्मात् ह इत्यस्य अनुवृत्तिः. धाते धातोर्गः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. झलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः. कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते अपि च इत्यनयोः अनुवृत्तिः. पदस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं. नः धातोः हः दः भवति झलि पदस्य अन्ते च. नः धातुः, नः धातोः, नः धातु षष्ट्यन्तम् इत्यनेन तस्य स्थाने नः धातोः हकारस्य स्थाने धकारः आयाति. कदा? झलि अपि च पदस्य पदान्ते अपि इति. अस्तु भगिनि, अग्रे अभ्यासः अस्ति. हा हा, सरलमेव, समीचीनं. तर्हि तत्र नः धातोः होडोः होडः प्रबाद्य नहोदः. किं भगिनि, अष्टाध्याय्यां दृह् धातोः श्यति परे दोहिष्यति इति रूपमपि दत्तमस्ति, तत्र दोषः वा? न न, दोषः नास्ति. तत्र धातुः सेट् अस्ति. धातुः सेट् अस्ति, विकल्पेन सेट् अस्ति. इत्युक्ते धातुः वेट् अस्ति, वेट् अस्ति. रदादिभ्यश्च इति अनेन सूत्रेण, रदादिभ्यश्च इति सूत्रेण धातुः वेट् अस्ति इति कृत्वा रूपद्वयं भवति, ध्रोक्ष्यति द्रोहिष्यति इति. हा, समीचीनम्, सत्यम्. अत्र अत्र रूपद्वयं न दत्तं, यतोहि अत्र केवलम् अभ्यासार्थं द्रुहयोगः स्यति इति उक्तम्. अत्र समग्रतया सर्वं न दत्तम्. किमस्ति अन्यस्य प्रश्नः भगिनि? ऐ वास् औट् आफ् लैन्. अय्य, नास्ति चिन्ता. इदानीम् अग्रे पठितुमिच्छति वा? अभ्यासः अस्ति, अग्रे पठतु. पठितुमिच्छति? न, न तदभवत् तदभवत् अग्रे अभ्यासः नवु अभ्यासः ओके अदादिगणस्य लट् लकारस्य मध्यमपुरुषे एकवचने परस्मैपदे सि सि आत्मनेपदे से इति यदा सङ्गं योजयित्वा सूत्रसहितक्रमं श्रावयित्वा रूपाणि पूरयतु वस् धातु अस्ति वस् योगः से सकारस्य धी च इत्यनेन सकारस्य लोपः भवति न भगिनि वस्योगः से यत्र इदानीं से इति प्रत्ययः कीदृशप्रत्ययः सार्वधातुकप्रत्ययः वा अर्धधातुकप्रत्ययः वा ते सार्वधातुकप्रत्ययः अस्ति सार्वधातुकप्रत्ययः अस्ति चेत् वस् इत्यत्र सकारः तस्य का गतिः वस्ते भवति इति एव भवति सम्यक् वस्ते यदि सकारः आर्धधातुकप्रत्ययः अभविष्यत् तदानीं वस् अत्र सकारस्य तकारादेशः अभविष्यत् परन्तु अत्र से इति तु सार्वधातुकप्रत्ययः अतः परिवर्तनं किमपि नास्ति वस्ते वर्णमेलनमेव अस्तु बहु समीचीनं धन्यवादः करोतु तदपि करोतु तदपि करोतु दिश्योगः सि दिष्टियोगः सि दिष्ट सकारान्तप्रत्ययः अस्ति द्विक् योगः सि भवति सि इति प्रत्ययः कीदृशः सकारं भवति वस्तु प्रत्ययः अस्ति पित् प्रत्ययः अस्ति अतः अतः गुणः भवति द्वि द्वेष् भवति द्वेष् योगः अस्ति तदनन्तरं सकारस्य सकारस्य षडोकः सि इत्यनेन ककारः भवति महोदय सत्यं षडोकः सि इत्यनेन सकारस्य ककारः भवति द्वे योगः सि आदेशप्रत्ययोः इत्यनेन सत्वं भवति देक्षि भवति द्वेक्षि द्वेक्षि देक्षि नवकारः अपि अस्ति खलु द्वेक्षि द्वेक्षि आम् क्षम्यतां भगिनि नास्ति चिन्ता द्वेक्षि इति रूपं सम्यक् सम्यक् धन्यवादः भगिनि तर्हि इदानीं समीचीनं तर्हि इदानीं अग्रे गच्छामः तर्हि अग्रे किं शोभा भगिनी अग्रे पठति वा अग्रे वदति वा हन्योगः सि हन्योगः सि हन्योगः सि तत्र नकारान्तधातुः तत्र सि इति अर्धधातुक सार्वधातुकप्रत्ययः तत्र नकारान्तधातूनां तत्र कार्यं नास्ति किन्तु न तत्र न क्षमतां नश्चापदान्तस्य झलि इति कार्यं करोति तत्र नकारस्य अनुस्वरादेशः हंसि इति रूपं भवति तावदेव अस्ति तत्र इति चिन्तयामि हंसि निसि योगः से इदानीं से इति अपि सार्वधातुकप्रत्ययः निसि इत्यस्य सार्वधातुके परे तत्र सि इत्यस्य सकारान्तधातुः आदौ किमपि कार्यं करणात् प्राक् तत्र आदौ यः णकारः अस्ति ओ णोः नः इति क्षम्यताम् इति प्रथमं आदौ स्थितस्य णकारस्य नकारादेशः भवति निसि निसि इति भवति इदानीं निसियोगः से सकारस्य तत्र सि इति नास्ति, अतः तत्र षडोः कः इति किं तत्र तदपि नास्ति के तत्र निसि अस्तु गुणः भवितुम् अर्हति तत्र निसि सारोधातुक अर्धधातुकयोः इत्यनेन निस्से निस्से इति भवति वा भगिनि? एकक्षणं भगिनि, धातुः कः इति पश्यामि. निस्सि निस्सि केवल तत्र अन्ते इकारः अनुनासिकः इत्युक्ते धातुः इदित् अपि अस्ति, अन्ते अनुनासिक इकारः अतः धातुः इदित् इदित् अस्ति. इदितो नुम् धातोः इति तत्र नुमागमः न भवति खलु? इदितो भवति भवति भवति एव भवति. अस्तु तर्हि प्रथमं निसि इति भवति, निसि इदानीं निंसि इति भवति. तर्हि निंसि तत्र निंसि इत्यस्य अन्ते इकारः अपगच्छति खलु, निंस् निंस् अन्त किन्तु अस्तु तत्र निंस् इति आरम्भं करणीयं तर्हि इति वा भगिनि? निंसि इति अत्र ईकारः यः अस्ति इत्सन्यकः अस्ति, अतः सः वर्णः अपगच्छति. अस्तु तर्हि तत्र निंस् इति भवेत् वा आरम्भे एव? निंस् निंस् इसि इति अस्ति, हा निंस् अस्तु. इदानीं निंस् इति भवति, निंस् इति तत्र किं नस्यपदन्तस्य झलीतनेन एव अनुस्वारस्य आदेशः भवति. निंस् इति निंस् योगः से, निंस् योगः से निंसे इति रूपं भवति अन्तिमरूपम्. आमां नस्यपदन्तस्य झलि अनन्तरं सकारः तदेव तिष्ठति निंसे. अस्तु समीचीनं भगिनि, धन्यवादः. लक्ष्मी भगिनी अग्रे करोति वा? आं भगिनि नमस्ते भगिनि. नमस्कारः भगिनि. विद् योग विद् योगसि अत्र गुणकार्यं पुगन्धलघुपदस्य च, वेद् योगसि खरि च इत्यनेन चर्त्वं, वेत् वेत् योगसि वेत्सि इति रूपं लभते. संवित् योगसे इति अग्रिम प्रसङ्गे संवित् योगसे अत्र गुणकार्यं न भवति यतो हि आत्मनेपदिप्रत्ययः संविद् योगस्य खरि च एव भवति. संवित् योगस्य संवित्से इति रूपं प्रत्ययः अपि तस्य इति कृत्वा गुणकार्यं नास्ति खलु? न भवति. आम् समीचीनं, बहु समीचीनं भगिनि, धन्यवादः. तर्हि इदानीम् अग्रे धातुद्वयं तत्र किम् उमा भगिनी करोति वा? उमा भगिनी आगच्छतु. पत्योगः सि अस्ति वा भगिनि? अस्तु लक्ष्मी भगिनी भवत्येव करोतु. अस्तु कुत्र अस्ति भगिनि भवती? यदा आह्वयामि तदानीं झटिति नायाति. कुत्र अस्ति भवती? ओके ओके अस्तु करोतु इदानीं. वत्स् धातु वत्स् प्लस् सि सार्वधातुकप्रत्यय सोकुः इत्येन वक् बिकम्स् का वक् देन् आदेशप्रकोषे स्टी बिकम् स्टी वक्ष्टि इति आगच्छति. वक्ष्टि आम् चोहोकुः अनन्तरम् आदेशप्रत्ययोः. सम्यक् अग्रे लिप् प्लस् टि तदपि साधुदातुप्रत्ययः उपदा पुगन्धलघुपदस्य सूत्रेण लेट् इति आगच्छति गुणकार्यं ले प्लस् सि पुगललघुपदस्य च सत्यं लेह् इति भवति. तदनन्तरं हकारान्तदातुः किं कार्यं? तदनन्तरं सार्वदातुकप्रत्यय तस्मात् लेखि. ओके, हकारस्य का गतिः? हकारस्य धकारो भवति. धकारः केन सूत्रेण? दादेर्धातुर्गः. न न, धकारादिः नास्ति खलु धातुः, कथं दादेर्धातुर्गः? हकारस्य ढकारः कोडः. षडोः कहसि षडोकस्ति डकारस्य ककारः. ओके ओके ओके ओके रैट्, थ्याङ्क् यु थ्याङ्क् यु. डकारस्य ककारः भवति, सो लेट् इति आगच्छति, न लेक् इति आगच्छति. लेक् प्लस् आदेशप्रयोगे शी आगच्छति, लेक् शी. सम्यक् सम्यक्, अस्तु, समीचीनं, धन्यवादः. इदानीं लक्ष्मीभगिनी स्वीकरोतु. भगिनि, मृज्योगसि अत्र मृजेर्वृद्धिः इति सूत्रस्य प्रसक्तिः प्राप्तिः च. मार्जयोगसि व्रश्च भश्च सृज मृज यज राज भाज छशांशः सूत्रेण मृज धातोः जकारस्य स्थाने षकारादेशः. मार्ष योगसि षठोकसि षकारस्य ककारादेशः. मार्क् योगसि आदेशप्रत्ययोः सकारस्य शक्त्वं मार्क्षि इति रूपम्. अग्रिमः संस्थयोगसि अत्र किमपि कार्यं नास्ति, प्रायः करी च संस्थ समानमेव रूपं, भेदः नास्ति. तर्हि संस्थि इति एव अन्तिमरूपं लभते. सत्यं, क्षम्यता, इति अस्ति. समीचीनम्, अस्तु भगिनि, धन्यवादः. तर्हि शोभा भगिनी अग्रे द्वयम्. आं भगिनि, पृच् योगः से, तत्र चोहुकुः इत्यनेन ककारादेशः. पृक् योगः से, इदानीं पृक् इत्यस्य पृक् तावदेव, तत्र पृक् से इति एव रूपं सिद्ध्यति इति चिन्तयामि. पृक् से न आदेशप्रत्ययो इति उक्तवती खलु? ओ क्षणं, क्षमतां. तत्र आदेशप्रत्ययो इत्यनेन सकारस्य मूर्धन्य षकारादेशः. पृक् षे, इदानीं वर्णमेलनेन पृक्षे इति तत्र क्ष इति रूपम् आगच्छति, पृक्षे इति तिष्ठति. दुः योगः स्ति, दुः इत्यत्र सकारः सार्वधातुक अर्धधातुकयोः इत्यनेन दोः इति भवति. दोः योगः सि, इदानीं हकारस्य स्थाने किं होः ढः इत्यनेन गुणः पुगन्तलघुपदस्य सूत्रेण, क्षम्यतां, पुगन्तलघुपदस्य च इति सूत्रेण गुणादेशः. दोः योगः सि, अन्ते हकारान्तधातुः, होः ढः इत्यनेन ढकारादेशः भवति. दो न न, तत् प्रबाद्य ढकारादि हकारान्तः तत्र दादेर्धातोर्घः इति भवति, होहोढः इति प्रभाद्य, यतोहि दकारादि हकारान्तधातुः, अतः दादेर्धातोर्घः इत्यनेन दोघ् इति भवति. दोघ् योगः सि, इदानीं तत्र आदेशप्रत्ययोः इत्यनेन सकारस्य पूर्वं किञ्चित् कार्यम् अस्तु एकक्षणं भगिनि. दोग् योगः सि इदानीं घकारान्तधातुः कवर्गीयधातुः तर्हि खरीच सकारः खर्वणः खरीच तस्मादपि पूर्वं तस्मादपि पूर्वं यतोहि यदा यदा तत्र दादे धातोर्गः अथवा होडः कार्यं करोति तदानीं सर्वदा प्रष्टव्यम् एकाचो बशोबस् जसन्तस्य स्वोः कार्यं करोति वा करोति वा यतोहि जसन्तः जातः अस्तु तर्हि बशादि झषन्तः धातुः यदा भवति तत्र एकाचो बश् बशः भश् इति सूत्रं कार्यं करोति. तर्हि इदानीं दोघ् इति झषा किं बशादि झषन्त बश् आदि बशः भश् तर्हि दकारस्य धकारादेशो भवति धोग् इति धोग् इति इदानीं स्थितिः. धोग् इत्यत्र इदानीं तत्र घकारः अन्ते अस्ति कवर्गीयधातुः अपरवर्णाकर् तत्र खरिचा इति कार्यं करोति इदानीं तस्मात् पूर्वम् आदेशप्रत्ययः आदेश सत्यं सत्यं हा पूर्वसूत्रमस्ति अतः सकारस्य षकारादेशः मूर्धन्यषकारादेशः दोग् योगः श्री दोग् इत्यस्य इदानीं खरिचा इत्यनेन कार्यं भवति ककारादेशः भवति धोक् योगः षि धोक्षि इति भवति. सम्यक् समीचीनं धन्यवादः धन्यवादः भगिनि. इदानीं किं सुजाता भगिनी वदति वा भगिनि एकः प्रश्नः अस्ति पृच्छतु पृच्छतु. संस्थायोगः सि तत्र कोः संयोगाद्योरन्ते च अपि भवति खलु ओ सो कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः सकारे परे इति भवति अन्यलोपः भवति झलि परे सत्यं सत्यं समीचीनं सकारस्य लोपः भवेत् कोः संयोगाद्योरन्ते सत्यं सत्यं बहु समीचीनं भगिनि धन्यवादः सत्यं धन्यवादः. तत्र कोः संयोगाद्योरन्ते च इति सूत्रं किं वदति इत्युक्ते कोः संयोगाद्योरन्ते च इति सूत्रं पदान्ते कार्यं करोति खलु जलिपरे अपि कार्यं करोति झलिपरे अपि कार्यं करोति खलु झलिपरे इति कृत्वा अत्र प्रसक्तिः एकक्षणं पश्यामि तत्र झलिपरे अस्ति वा अस्ति इति भाति जलिपदस्य अन्ते च हा जलिपदस्य अन्ते च सत्यं तर्हि जलिपरे अस्ति इति कृत्वा हा इति कृत्वा तत्र सत्यं सत्यं वदति भगिनि तत्र सकारतकारयोः संयोगः वर्तते सकारे जलिपरे सकारस्य लोपः भवति अतः सन्त् योगः सि इदानीं तत्र अनुस्वरस्य यै परसवर्णः खलु मूले तु सन्ति इति एव आसीत् खलु भगिनि तत्र नकार सकार तकारयोः संयोगः आसीत् खलु न न त्रयाणां वर्णानां संयोगं न स्वीकुर्मः अत्र सकारतकारयोः संयोगः अस्ति इति वयं स्वीकुर्मः चेत् तदानीं तत्र स्कोः संयोगाद्योरन्ते च इत्यस्य कार्यम् अवश्यं भवति तत्र सकार नकारसकारतकारः त्रयाणां संयोगः परन्तु संयोगद्वयं वयं स्वीकुर्मः सकारतकारयोः संयोगः सकारः जल् वर्णः अस्ति इति कृत्वा सकारस्य लोपः सन्तियोगः सि तत्र नष्टपदान्तस्य जलि अनुस्वारस्य यै परसवर्णः सन्ति अतः एव यदा भवती उक्तवती रूपं तदानीम् उच्चारणे क्लेशः आसीत् मम सन्तुसि इति तत्र तकारः कथम् उच्चारणीयम् इति मम क्लेशः आसीत् अतः अहं चिन्तयन्ती आसम् किमर्थं तत्र तकारः अस्ति उच्चारणे क्लेशः अस्ति खलु इति तत्र सत्यं तत्र खलु संस्तुसि इति तथा भवति संस्तुसि तद् नास्ति अतः इति इदानीं सम्यक् भवति समीचीनं बहु समीचीनम् उत्तमं भगिनि धन्यवादः अस्तु सुजाता भगिनी अग्रे वदति वा आं भगिनि निञ्ज् योगहस्ते जकारान्तधातुः अस्ति जोः कुः इत्यनेन जकारस्य स्थाने पकारः आदेशः भवति निङ् योगस्य भवति इन् प्रत्याहारे अस्ति इत्यनेन इङ्को प्रत्याहारे अस्ति इत्यनेन सकारस्य आदेशप्रत्ययोः इत्यनेन सकारस्य भवति निङ्से भवति सकारस्य शे भवति तदनन्तरम् अन्यत् कार्यमस्ति अनुस्वारस्य का गतिः अनुस्वारस्य एपरसवर्णः इत्यनेन घकारः भवति निङ्क्षे भवति पञ्चमवर्णः भवति अग्रिमम् अद्योगः धकारान्तधातुः अस्ति धकार भगिनि तदनन्तरं करिचयं कार्यं न करोति वा न करिचयति कार्यं करोति अवश्यं करोति कार्यं करोति सत्यं निङ्क् निङ्क् क् भवति निङ्क्षे निङ्क्षे करिष कार्यं करोति अवश्यं निङ्क्षे निङ्क्षे आम् आद्ययोगः सि अस्ति धकारान्तधातुः अस्ति चेत् धकारस्य जलां जषन्ति इच्छनेन तकारः आदेशः भवति भगिनि सम्यक् न जानामि भवति सत्यं तत्र तकारः भवति अस्ति अस्ति अस्ति योगस्य भवति अस्ति एव भवति अप्सि अप्सि अप्सि समीचीनं धन्यवादः इदानीं वश् योगः सि पद्मनाभन् महोदय हा महोदय अत्र वश् योगः सि अत्र सकारः अन्तिमवर्णः अस्ति अतः अत्र वृष भृश्च सुजं मृज यजराज एतस्य सूत्रस्य प्रसृतिः अस्ति अतः अत्र सकारस्य स्थाने मूर्धन्यषकारः आगच्छति अनन्तरं षडवोः कः इति सूत्रेण सकारादिप्रत्यये अस्ति अतः षडवोः कः सूत्रस्य प्रसृतिः अस्ति सकारस्य स्थाने ककारः भवति वक् योगः सि अत्र आदेशप्रत्ययोः इति सूत्रेण सकारस्य स्थाने मूर्धन्यषकारः आगच्छति वक् योगी वक्षी इति भवति अनन्तरं धातुः अस्ति चक्ष् योगः से अत्र चकारः षकारः ककारः षकारः अस्ति अतः अत्र स्कोः संयोगाद्योरन्ते च इति सूत्रस्य सूत्रेण प्रथमसदस्य संयोगस्य प्रथमसदस्य ककारस्य लोपः भवति चक्ष् इति भवति अनन्तरं सकारः अन्तिमवर्णः अस्ति अतः अत्र षडोः ककसि इति सूत्रेण षड् सकारस्य स्थाने ककारः भवति चक् योगः से सकारः एव महोदय एवं वदति तावदेव महोदय अत्र ककारः षकारः अस्ति अत्र संयोगाद्योरन्ते च इति सूत्रेण प्रथमसदस्य ककारस्य लोपः भवति अप् अनन्तरं चस् इति भवति इदानीं सकारः अन्तिमवर्णः अस्ति अतः अत्र सकारस्य स्थाने षडोः ककसि इति सूत्रेण अत्र सकारस्य मूर्धन्यषकारस्य स्थाने ककारः भवति चक् योगः से इदानीम् आदेशप्रत्ययोः इति सूत्रेण सकारस्य स्थाने मूर्धन्यषकारः भवति चक् योगः मूर्धन्यषे चक्षे इति भवति सम्यक् सम्यक् समीचीनं धन्यवादः सरस्वती भगिनी अग्रे आं भगिनि अस्तु आस् आस् योगस्य अत्र सकार अस्ति तदनन्तरं पुनः सकार एव अस्ति अत्र सार्वधातुकप्रत्ययः अस्ति अतः कार्यं किमपि नास्ति आस्ते भवति अग्रे केवलं वर्णमेलनं कस्य योग कस्य योगस्य सार्वधातुक अर्धधातुकयोः इत्यनेन कसे भवति प्रथमतया कसि कसे भवति कसे योग से किमपि कार्यं नास्ति कसे से भवति कसि इति इदि धातुः खलु एवमस्ति किं धातुः अहं न दृष्टवती इकारान्त कसि इति धातुः तर्हि इदितो नुं धातु इदितो नुं धातोः इत्यनेन नुमागमः भवति मितोचन्त्यात् परः तर्हि क न तथा सकार तदनन्तरं नशापदान्तस्य झलि कन्त् कन्त् भवति तदनन्तरं कन्त् योग से इदानीं किमपि कार्यं नास्ति कन्त् न एकनिमिषम् आं कन्तयोगस्य कन्ते पुनः सकार सकार परन्तु तत्र संयोगः नास्ति स्तोः संयोगादिवरन्ते चापि कार्यं न करोति कन्ते कन्ते सम्यक् सम्यक् समीचीनं तर्हि विजयलक्ष्मी भगिनी अग्रे श्रूयते वा भगिनि आमाम् अग्रिमं शास्योगः सि अत्र कार्यं नास्ति खलु सि इति तु सार्वधातुकप्रत्ययः अतः शास्ति तावदेव अग्रिमं दिह् दिह् इति होढः इत्यनेन दिढ् योगः सि प्रपाद्य किमपि भवति तस्मात् पूर्वम् अङ्गकार्यं देह योगः सि पुगन्तलघुपदस्य च देहयोगः सि अनन्तरं होढः इत्यनेन किं भवति ढकारः आयाति न दादेर् धातोर्घः आयाति खलु अतः घकारः आयाति तेघ् योगः सि इदानीम् एकाचोपशो फश् झषन्तस्य स्थुवोः इत्यनेन तृतीयवर्णस्य चतुर्थवर्णः भवति धेघ् धेघ् योगः सि इदानीं इन्कोः अतः आदेशप्रत्ययोः इत्यनेन धेघ् मूर्धन्यषकार धेक्षि अपि च खरि च इत्यनेन घकारस्य ककारादेशः धेक्षि धेक्षि सम्यक् धेक्षि धेक्षि रूपम् अस्तु वंसि भगिनि अग्रिमद्वयं समापयामः अस्तु भगिनि अन्यच्च मृति कथं भवति अस्तु वच्योगस्यति इति अर्धधातुकप्रत्ययः अस्ति अतः तत्र स्पष्टं द्रष्टव्यं प्रथमं तु चोः कुः इत्यनेन चकारस्य स्थाने ककारः आदेशं भवति तस्मात् वक् योगः स्यति अत्र आदेशप्रत्ययोः इत्यनेन तत्र षकारस्य मूर्धन्यषकारः भवति वक् योगः स्यति तस्मात् हरि न खरिच आदेशप्रत्ययो इत्यनेन मूर्धनिषकारः वक्ष्यति इति रूपं भवति तत्र श्यास्योगः स्यति हा तत्र तु सकारान्तधातुः अस्ति परे सकारः अर्थधातुकप्रत्ययः अस्ति अतः तत्र सः स्यार्धधातुके इत्यनेन तत्र श्यास् इत्यस्य अन्तिमसकारस्य तकारः आदेशः भवति अतः शात् योगः स्यति तत्र किमपि कार्यं नास्ति शास्यति इत्येव रूपं भवति इति चिन्तयामि सम्यक् सम्यक् शास्यति सहस्य अर्धधातुके शास्यति सम्यक् क्रीडागमः अपि भवति वा इति शास्यति धातुः वा तत्तु द्रष्टव्यं तद् इडागमस्य चिन्तनम् अत्र न कृतं केवलं शास् धातुः इति उक्तं तर्हि शास् धातोः धातुः सेट् अस्ति, अतः इडागमः अवश्यं भवति. इडागमः भवति चेत् एतादृशरूपं न लभ्यते. शासिष्यति इति केवलम् अभ्यासार्थम् एवम् उक्तमस्ति, अतः एवमेव स्वीकुर्मः शास्यति इति. ओके, तर्हि अत्र किम् अन्तिमधातुः अस्ति तत्र, किम् उषभग्नि करोति वा? संयोगः स्यति. अस्तु भगिनि, संस्त् योगः स्यति. भगिनि आमां करोतु, संस्थयोगः स्यति करोतु. एकनिमिषम्. आं भगिनि आं, मम ऐ वास् हियरिङ्ग् द लास्ट् क्लास् सो इट्स् स्टार्टिङ्ग् अप्. अस्तु भगिनि, क्षम्यतां. संस्थयोगः स्यति, तत्रापि स्यति स्कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः भवति. सकारस्य लोपः भवति संत् योगः सकारस्य लोपः भवति संत् योगः स्यति संस्यति एव संत् स्यति न तकारः संस्यति एव भगिनि. इतोपि एकं कार्यमस्ति खलु, अनुस्वारस्य का गति? ओ, अनुस्वारस्य ययि परसवर्णः इत्यनेन, ओ अनुस्वारस्य ययि अस्ति, अनुस्वारस्य परः तकारः ययि अस्ति. सो संत् संत् स्यति तकारस्य तवर्गस्य पञ्चमवर्ण संत् स्यति. न तकारस्य पञ्चमवर्ण सन्त् खलु महोदय, अत्र सन्त् इत्यस्मिन् तकारः लोपः न भवति वा संयोगः? किमर्थं नकारः तकारः संयोगः अस्ति खलु? न, पदान्ते नास्ति खलु, संयोगान्तस्य लोपः पदान्ते, अत्र पदान्ते नास्ति. अस्तु, तर्हि अत्र तत्र मगि इति अग्रिम अनन्तरं कुर्मः भगिनि, अत्र एव स्थगनं कुर्मः, समयः अतीतः, तर्हि अत्र स्थगनं कुर्मः. अस्तु, तर्हि धन्यवादः, नमस्कारः. धन्यवादः, नमस्कारः, नमस्कारः, धन्यवादः, धन्यवादः, नमस्कारः, धन्यवादः भगिनि, धन्यवादः, नमस्कारः.